ॐ नमः पाणिनि कात्यायने पतञ्जलि व्याकरणसम्प्रदायवसुभ्यः ॐ नमो महोत्सव गुरुभ्यः विषयः अहं दहास्ति सूट् इति सूत्रं विमृश्य मया दहास्ति सूट् इति सूत्रं विमृश्यते दहास्ति सूट् अस्मिन् सूत्रे दह इति पञ्चम्यन्तं पदं धूट् इति प्रथमान्तं पदं सि इति सप्तम्यन्तं पदं संहितायाम् इति अधिकारः प्रवर्तते तथा च पदात् पदस्य इति अधिकारः प्रवर्तते हेमवरे वा इत्यस्मात् वा इति पदम् अनुवर्तते एवं सूत्रार्थो भवति अत्र दह इत्यस्य दह इति विशेषणमस्ति पदाङ्गाधिकारे तस्य च तदन्तस्य च इति परिभाषाया दान्तपदम् इति अयमर्थः स्वीक्रियते सि इति सप्तम्यन्तम् अस्ति पदस्य इति अधिकारः तर्हि पदस्य इत्यस्य षष्ठ्यन्तस्य सप्तमी विभक्तो विप्रणामो भवति अतः सि पदे इति अयम् अन्वयो भवति दान्तात् पदात् सकारादिपदे परे धुड् धुड् भवति अधुना धुड् कुत्र भवति इति अयम् इति चिन्तनीयं दह इति पञ्चम्यन्तम् अस्ति अतः तस्मात् पितुरस्य इति परिभाषया दह इत्यस्मात् अवयुतपरस्य धुड् भवति कुत्र भवति स्वस्थाने भवति सकारादिस्थाने भवति अन्यत्र सि इति सप्तम्यन्तम् अस्ति आगमः आगमः आगमः हा सायं सम्यक् आगमः सः आगमः धुड् भवति अधुना सि इति सप्तम्यन्तम् अस्ति परिभाषा प्रवर्तते तस्मिन् इति निर्दिष्टे पूर्वस्य अनया परिभाषया सि इत्यस्मात् प्राक् अवयुतपूर्वस्य धुड् भवति तर्हि अधुना अव्यवस्था भवति कुट् दह इत्यत्र धुड् करणीया वा सः इत्यत्र करणीयः इति अव्यवस्था भवति तत्परिहाराय न्यायो वर्तते उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् इति अयं न्यायः अस्मात् न्यायात् स्वस्थाने स इत्यत्र नाम डात्परस्य धुड् भवति तर्हि डान्तात् पदात् सकारस्य सकारादिपदस्य धुड् भवति षट् सन्तः इति अधुना कैश्चित् चिन्त्यते यत् परत्वम् इति यदस्ति तत् केवलम् एकसन्ध्याधिकारे वर्तते परन्तु अस्मिन् सूत्रे परत्वं प्रवर्तते कथं तस्मिन् इति निर्दिष्ट अयं न्यायः उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् इत्ययं न्यायः परत्वात् एव सिद्धः तस्मात् इति पुरस्य इति सूत्रं परमस्ति तस्मात् तस्मिन् इति निर्दिष्टे पूर्वस्य इत्यस्य अपेक्षया अतः परत्वात् एव अयं न्यायः प्रवर्तितः तस्मात् कुतः इति अतः विपदेशे परं कार्यमिति अयं न्यायो अस्ति परत्वं तत् अन्यत्रापि अस्ति इति वक्तुं शक्यते तर्हि षट् सन्तः इति उदाहरणमस्ति षट् सन्तः अत्र षट् सन्तः षकारान्तं पदम् अत्र शब्दः षकारस्य जलांशोन्ते इत्यनेन जष्त्वं भवति षट् सन्तः अधुना ड इति अस्ति तर्हि सकारस्य तस्मात् परस्य धुड् भवति धुड् कुत्र करणीयः आगमः रटित्वा अत्यन्तटिकतो इत्यनेन आदौ भवति सम्यक् दह इति सकारात् अवयुतपरस्य मध्ये किमपि अस्ति व्यवधानं नाम डकारं पञ्चमी अस्ति किल अवयवात् परं किमस्ति स एव अस्ति हा सम्यक् हा डकारात् अवयुतपरस्य सकारादिपदस्य सकारादि सम्यक् इति सप्तमी किमर्थम् अयं विषयः किमर्थमस्ति अधुना हा सो सम्यक् सो इति अस्ति किल न्यासकारेण पदमञ्जरीकारेण उक्तं यत् डः सो धुड् इति अस्तु कुतः सि इति पञ्चसप्तमी सप्तमीनिर्देशः कृतः तर्हि सो इति अस्तु तत्र उक्तमस्ति न्यासे उक्तमस्ति यत् किं लाघवार्थः नाम सो इति उकारः अस्ति तत्र मातृगौरवं भवति सि इति इकारः अस्ति तत्र लाघवम् इति एतत् उक्तं परन्तु तत् सम्यक् न इति भाति अपरं कारणं किम् उक्तं यदि सप्तम्यन्तप्रयोगः नास्ति चेत् किं स्यात् डः सो धुट् तर्हि यस्मिन् विधि सदादावग्रहणे इति परिभाषायां प्रवृत्तिः न स्यात् नाम तेन किं भवति सि इति सप्तम्यन्तं किं भवति सकारादिपदस्य यदि श्री इति सप्तम्यन्तम् अस्ति चेत् इति षष्ठ्यन्तम् अस्ति चेत् यस्मिन् विधि सदा तावत् ग्रहणम् इति परिभाषा न प्रवर्तते. तद् प्रवर्तनाय श्री इति सप्तम्यन्तम् अस्ति इति टीकायाम् उक्तम्. पञ्च उभयनिर्देशे पञ्चनिर्देशो बलियानि च अस्ति किल, तर्हि तत् परिणामः करणीयः. षष्ठन् षष्ठन्ते परिणामः करणीयः. षष्टि षष्टि प्रकृति षष्टिः षष्टिः प्रकृति तेन षष्ठी इति षष्ट्यन्तं भवति. इदात्पदस्य सकारादिपदस्य षड् भवति. अधुना अत्र विचारः, तर्हि षष् सन्तः षड् सन्तः झुट् भवति. झुट् कुत्र भवति? तित्वात् अधौ भवति, सकारस्य अधौ भवति. षड् ध सन्तः, अधुना धकारस्य चर्त्वं भवति खलिचैत्यनेन. षड् त सन्तः, धकारस्य पुनः त समादाय चर्त्वं भवति. षट् त सन्तः विकल्पेन भवति, तदभावे षट् सन्तः इति रूपं भवति. अत्र दः अस्ति धुट् इत्यत्र धुट् इति कृतं, किमर्थं धुक् इति न कृतम् इति शङ्का उपस्थिता. धुक् एव अस्तु, शितुक् इत्यत्र अपि धुक् एव अनुवर्तितुं शक्यते. नाम धुक् इत्यनेन यदि भवति चेत् किमर्थं धुट् कृतं तत्र? यदि धुक् कृतं चेत् किं स्यात्? धुक् दः इत्यस्य स्यात्. तर्हि षड् धुक् सन्तः, नाम धु इति कुत्र स्यात्? परे स्यात्. तर्हि धये अस्ति षड् षड् इत्यस्य अवयवः स्यात्. तेन किं? षड् ध सन्तः षट् त सन्तः, अत्र धुक् षट् पदस्य चरमावयवः. तस्मात् नपदान्तात् टोरणम् इत्यनेन निषेधो न स्यात्. पूर्वत्र किं भवति? षट् त सन्तः इत्यत्र तकारस्य श्रुत्वं न भवति. नाम स्तोष्टुनाष्टु इत्यनेन श्रुत्वं प्राप्तं, परन्तु नपदान्तात् टोरणम् इत्यनेन निषेधः निषेधो भवति. पदान्तात् वर्गात् स्तोष्टुर्न भवति इति. तस्मात् यदि धुक् धुक् इति स्यात् तर्हि धकारः षड् इत्यस्य चरमावयवः स्यात्. त इति यत् अस्ति तत् त इति पदान्ते न स्यात्, अतः न पदान्तटोलनम् इत्यस्य सूत्रस्य प्रवृत्तिः न स्यात्. तस्मात् तकारस्य टकारः स्यात्, अतः षट् ट सन्त इति रूपम् अनिष्टं रूपं प्रसज्येत. तत् तन्नास्ति, अत एव धुक् न कृतं, धुट् इति कृतम्. अधुना षट् धुट् अत्र इतोपि अग्रे चिन्तितं यत् धुट् स्थाने थुट् किमर्थं न कृतं, किमर्थं धुट् इति कृतं? यदि थुट् इति कृतं कृतं स्यात् तर्हि उच्चारणं किं प्रयोगसामर्थ्यात् वा? तत् सामर्थ्यात् तस्य विकारो न भवति इति टीकायाम् उक्तमस्ति. परन्तु धकारस्य अपि कथं न, धकारस्य अपि एवमेव स्यात्, केवलं धकारस्य एव सामर्थ्यम् अस्ति, धकारस्य नास्ति इति कथं वक्तव्यं? तर्हि तत् सम्यक् न इति भाति. अपरं च अस्तु तर्हि धुट् कृतं चेत् तुट् इति एव अस्तु. मम नष्ट इति सूत्रम् अस्ति, तत्र तुट् इत्यस्य अनुवृत्तिः स्यात् भवेत्. तेन किं स्यात्? तर्हि तुट् इत्यनेनापि प्रत्ययलाघवं भवति. किं लाघवं? तत्र धुट् धुट् धुट् कृते किं स्यात्? पुनः चर्त्वं करणीयं. तदपेक्षया साक्षात् दहास्ति तुट् इत्येव अस्तु, धुट् मास्तु. धुट् इति तस्य प्रयोजनं किं? नष्ट इत्यस्मिन् सूत्रे धुट् इति अनुवर्तते. यदि तुट् स्यात् तर्हि भवान् साये, भवान् साये इति रूपम् अस्ति इति अयं प्रयोगः. अत्र यदि तुट् स्यात् तर्हि नष्ठवे प्रश्नान् इत्यनेन नकारस्य ऋत्वं प्राप्यते. तत् तत् तन्न भवति. कुतः न भवति? नष्ठवे प्रशान्तसूत्रं पूर्वमस्ति. धासि तुट् इति यदि तुट् कृतं चेत् तत् परमस्ति, असिद्धत्वात् तुट् न दृश्यते. अपरं च अत्र भवान् साये इत्यत्र, भवान्त साये इत्यत्र छौ परे अं नास्ति, किम् उपायेन अणं भवति. परन्तु यदि अस्तु तर्हि अं परे छ वत् अम् अस्ति किल, पूर्वेण उकारेण अपि किं धुड् अस्ति, धुड् इत्यत्र उकारः अस्ति, तर्हि पूर्वेण उकारेणापि तद् अं परत्वम् अस्ति, तद् वक्तुं शक्यते. अतः उपायान्तरं यद् अस्ति असिद्धत्वं तम् आदाय अत्र वारणं भवति. नाम अतः एव तुट् इति एव अस्तु इति टीकायाम् उक्तं. परन्तु तस्य तर्हि धासि धुट् धासि तुट् इत्येव अस्तु. यदि तुट् स्यात् तर्हि षट् ट सन्तः इति एवं रूपं प्रसज्यते. का आपत्तिः? प्रत्ययलाघवं भवति, परन्तु चयोद्वितीयाः शरीरपोष्ठ तथा इति वाच्यं इति प्रतीकमस्ति, तेन किं भवति चयाः द्वितीया द्वितीयस्थानीय वर्णो भवति तदा शरीर शर्परे पौष्करसौ इति आचार्याणां मते तद्विकल्पेन भवति। तर्हि षट् ध सन्तः षट् ट सन्तः अत्र यदि सुट् इति कृतं चेत् साक्षात् तर्हि तकारस्य हकारः स्यात् षट् ठ सन्तः, परन्तु झुट् झुट् यदि कृतं चेत् कापत्ति किं किं भवति चर्त्वं भवति, चर्त्वं तु असिद्धम् अस्ति। चयोद्वितीयाः शरीरपोष्ठ तदेव वाच्यम् इति यत् अधिकम् अस्ति तन्नतिन्या कुरुवशे इति महाभाष्य इति सूत्रस्य महाभाष्ये वर्तते, तत् सूत्रं परिषः इत्यस्मात् प्रागस्ति, अतः नदीन् तत् पातिकं प्रति एतत् सूत्रं किं परिचयसूत्रम् असिद्धं भवति। असिद्धत्वात् अत्र चयोद्वितीयाः इति द्वितीया किं ख थ न भवति, अतः झुट् एव सम्यक् न तु झुट् तर्हि धास्ति झुट् इत्येव सूत्रं सम्यक् इति।